ओ रेकार्डिङ्ग् अपि वा? आम् अस्तु अस्तु. भगिनी पृच्छति वा किं कृतवन्तः इति? पठतु भगिनि. अस्तु. अष्टाध्याय्यां सूत्रक्रमायोजनं किम्? प्रश्नः समीचीनमेव. यथा किमर्थं समाससम्बन्धानि सूत्राणि ग्रन्थस्य आरम्भे, किञ्च सन्धिसम्बन्धानि सूत्राणि ग्रन्थस्य अन्ते, किमर्थं प्रत्ययेषु सनादयः प्रत्ययः प्रथमः, यः शिष्यः अस्ति तस्य कृते पाठ्यक्रमः निर्मितः इति न भाति, नाम अष्टाध्याय्याः बहिः तादृशः बाह्याः तर्कः न दृश्यते यत् अध्येतॄणां कृते लाभदायकः स्यात्. हा, तत्र तु वयं पठितवन्तः किमर्थं सूत्राणां योजनं किमर्थम् एतादृशः अभवत्, तत्र क्रमः समास सूत्राणि किमर्थं तत्र योजितं द्वितीय अध्याये, अनन्तरं सनादेयः प्रत्ययः कुत्र अस्ति, परन्तु तस्मिन् विषये अस्ति इति उत्तरम् अस्ति अग्रे. अस्ति उत्तरम् अस्ति यत् अष्टाध्याय्याम् अन्त एव कश्चन सुन्दरतर्को अस्ति, तस्य च तर्कस्य लक्ष्यम् अस्ति ग्रन्थस्य लघुत्वं, येन सूत्राणि अतिन्यूनानि स्युः किन्तु विषयः सम्पूर्ण स्यात्, तदर्थं सर्वं कृतं, तदर्थम् एतादृशः क्रमः विरचितः. लघुत्वस्य सिद्ध्यर्थम् अनुवृत्ति सर्वत्र अनुस्यूता भवेत्, सूत्राणां बलाबल समन्वितं स्यात्. अत्र कुत्रचित् ध्वनिः अस्ति महोदय, कुत्रचित् बहु ध्वनिः अस्ति सर्वे, प्रायः अरविन्द महोदयस्य बेक्ग्रौण्ड् मध्ये एव, अन्ये तु सर्वे म्यूट् मध्ये एव. अधुना सम्यक् अस्ति महोदय, अधुना सम्यक्. हा, उत्तरमस्ति तत्र, एतत्तु लघुत्वम् इच्छति पाणिनीय, लघुत्वम् इच्छति, लघुत्वं सिद्ध्यर्थम् अपि च अनुवृत्ति अपि एकः विशेषः अस्ति अस्मिन् अष्टाध्यायं, कुत्रापि न दृश्यते. यत् मातुभिः अपि उक्तम् अनुवृत्तिसूत्रम् एव अस्ति तस्य विशेषणं, यतोहि कस्मिन्नपि ग्रन्थे अपि अनुवृत्ति इति नास्ति. सूत्रं यदि केनचित् एव रचितं परन्तु अष्टाध्याय्याम् एव एतत् प्रासस्यमस्ति, तत्र अनुवृत्तिसहितसूत्रमस्ति, अतः एकं तु तत् अस्ति. अपि च सूत्राणां बलाबलचिन्तनम् अपि भवति, अत्र कस्य सूत्रस्य प्रसक्तिः कुत्र भवति, यदि सूत्रद्वयम् एकस्मिन् समये आगत्य कार्यं कर्तुं भवति तत्र कस्य सूत्रस्य कार्यं भवति इति सूत्राणां बलाबलचिन्तनमपि भवति अष्टाध्यायम्. अतः एतत् सर्वं नीत्वा एव पाणिनिना सर्वेषां सूत्राणां रचनं कृतवान् क्षम्यताम्. अतः अष्टाध्याय्याः सुन्दरः क्रमः अस्ति, अग्रे वयम् अवलोकयामः. अस्तु, तावत्पर्यन्तं वा महोदय? अस्तु भगिनि, धन्यवादः. अग्रिमपरिच्छेदं गीताञ्जलि भगिनी पठति वा? नमस्ते, नमस्ते सर्वेभ्यः, नमस्ते महोदय. उत्तरमस्ति इति न तत् अभवत् भगिनि, अग्रिमपरिच्छेदः. अनुवृत्तिविषये अस्माकं परिचयस्तु जातः, अधुना सूत्राणां बलाबलप्रसङ्गे वक्तव्यम्. यदा कश्चन पदं निर्मीयते तदा निर्माणार्थं सोपानानि सन्ति, एकैकस्मिन् सोपाने कार्यं वर्तते, केन क्रमेण इदं सर्वं स्यात्, अपि च कस्मिंश्चित् अवसरे किं सूत्रम् आगत्य कार्यं कुर्यात् इति निर्णेतुं सूत्राणां बलाबलं भवति. एकस्मिन् समये द्वयोः सूत्रयोः प्रसक्तिः अथवा बहूनां सूत्राणां प्रसक्तिः, तर्हि तत्र कस्य सूत्रस्य अधिकारो भवेत्? अत्र एकः सिद्धान्तो वर्तते बलाबलं नाम्ना. फलाफलस्य निर्णयार्थं प्रमुखसूत्रद्वयं विद्यते अपि च परिभाषाद्वयम्। इमे द्वे सूत्रे द्वे परिभाषे च अनुवृत्त्या सह सर्वक्रमं संवाहयन्ति। अत्र अष्टाध्याय्यां बहवः सूत्राणि सन्ति, किन्तु एकस्मिन् अवसरे यदि सूत्रे द्वये अपि च एकस्मिन् समये बहूनां सूत्राणां प्रसक्तिः अस्ति चेत् किं करणीयम्? एकः प्रश्नः उदेति, तस्य उत्तरं बलाबलस्य चिन्तनं नाम्ना किञ्चित् वयम् अवगतवन्तः किं करणीयं। बलाबलम् इति एकः सिद्धान्तः अस्ति, तस्य विषये अधोभागे दत्तं, तदेव वयं परिशीलयामः अधुना। तत्र बला अबलम् इति भवति न, तत्र समासः भवति वा, द्वन्द्वसमासः भवति वा? बला अबल बलं च अबलं च द्वन्द्व भवति वा तत्र महोदय? तदा उच्यते। तत्र गीताञ्जलि भगिनी, तत्र सूत्रद्वयम् एव परिभाषाद्वयस्य उल्लेखनमपि अस्ति न? अस्तु, अग्रिमं परिच्छेदे पठामि वा? आं भगिनी, पठतु। अस्तु अस्तु, प्रथम बलाबलं प्रायः समाहारद्वन्द्व भवितुमर्हति, सत्यं, नपुंसकलिङ्गे अस्ति खलु, किमस्ति, कः उक्तवान्? द्वन्द्वसमासं किल, हा द्वन्द्व, समाहारद्वन्द्व इति समाहार। अस्तु, क्षम्यतां भगिनि, महाभाष्यवाक्यं, महाभाष्यवाक्यम् अन्यत्रान्यत्र लब्धावकाशयोरे रेखपत्प्राप्तिस्तुल्यबलविरोधः। लब्ध अवकाशः यस्य तत् लब्धावकाशं सूत्रम्। यदि द्वे सूत्रे स्तः ययोः द्वयोरपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशोऽस्ति, अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः, तर्हि इमे द्वे सूत्रे तुल्यबले इत्युच्यते, अपि च स्थानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः सः तुल्यबलविरोधः इति उच्यते। अन्यम् अग्रिमम् अपि पठामि महोदय, तेन वदामि। अस्तु महोदय, यथा सुपि च अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति ययादि सुप्रत्यये परे। अनुवृत्तिसहितसूत्रं ञि सुपि च अङ्गस्य अतः दीर्घः, यथा वृक्षः योगः भ्यां वृक्ष योगः आ योगः भ्यां वृक्षाभ्याम्। अन्यसूत्रम् अस्ति बहुवचने झल्येत्। अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य एकारादेशो भवति झलादि बहुवचनार्थ सुप्रत्यये परे। अनुवृत्तिसहितसूत्रं बहुवचने झलि सुपि अङ्गस्य अतः एत्, अत्र वृक्षयोगः सुप् इति वृक्षयोगः ए योगः सु वृक्षेषु इति अधुना एकं महाभाष्यम् इति दत्तं. महाभाष्यम् इत्युक्ते किम्? अन्यत्र लब्धमस्ति. हा, वाक्यमस्ति. महाभाष्यम् एकं पतञ्जलिना विरचित भाष्यमस्ति, सूत्राणां भाष्यमस्ति महाभाष्यम्. तस्मिन् एकं वाक्यमस्ति, अन्यत्र अन्यत्र अवकाशयोरेकत्र प्राप्ति तुल्यविलविरोधः इति एकं वाक्यमस्ति. आं महोदय, पतञ्जलेः विरचितम् एकं प्रमुख इत्युक्ते महावाक्यम् अस्ति, महाभाष्यवाक्यम् इति. अन्यत्र ग्रन्थस्य नाम भवति महाभाष्यम् इति, तद् ग्रन्थे वाक्यमस्ति. हा, एकम् इत्युक्ते अष्टाध्यायी तु पतञ्जलिमहोदयेन रचितम्, अपि च महाभाष्यम् अपि विरचितम्. तत्र अस्मिन् एकं वाक्यम् अस्ति इति अत्र दत्तम्. अन्यत्र अन्य लब्धावकाशयोर् एकत्र प्राप्तिः तुल्यबलविरोधः. इत्युक्ते तुल्यबलविरोधः किम् इति विषयस्य परिभाषा अस्ति अत्र. इत्युक्ते एकस्मिन् स्थले एकस्मिन् अवसरे यदि सूत्रद्वयं अस्ति चेत्, अपि च ते सूत्रे अपि च तानि सूत्राणि अन्यत्र अपि लब्ध अवकाश प्रसक्तिः सन्ति चेत्, इत्युक्ते केवल एकस्थले एव एकं सूत्रं प्रसक्ति तत्तु न, किन्तु द्वयोः सूत्रयोः अन्यत्र प्रसक्तिः अस्ति चेत् किं कथं सूत्रं सूत्रस्य चिनोति पूर्वं वयम् इति विषये अस्ति चेत् तुल्यबलविरोधः आयाति. इत्युक्ते सूत्राणां तुल्यबलविरोधविषय अत्र आयाति. तुल्यबलविरोध पर इत्युक्ते अस्तु, उदाहरणम् अपि दत्तं तत्र. सुपि च एकं सूत्रम् अस्ति, अपि च बहुवचने झल्येत् एकम् अन्य सूत्रम् अस्ति. अत्र अवसरः कः इत्युक्ते संज्ञापदं वृक्ष अस्ति, प्रातिपदिकं वृक्ष अस्ति, तस्य परः वृक्ष तु अदन्त अङ्गम् अस्ति चेत् अधुना किं करणीयम् इत्युक्ते यदि सुपि च सूत्रं कार्यं करोति चेत् वृक्षाभ्यां भवति, इत्युक्ते अत्वं दीर्घत्वं भवति वृक्षाभ्यां, किन्तु बहुवचने झल्येत् इति प्रसक्तिः चेत् वृक्षेषु इति रूपं निष्पन्नं भवति. कथं वयं निर्णयं कुर्मः, किं कुर्मः इति विषय अस्ति. इत्युक्ते सुपि च अपि तस्य प्रसक्तिः अत्र अस्ति, अपि च अन्यत्र अपि अस्ति. इत्युक्ते ते सूत्र द्वे सूत्रे समान निमित्तानि सन्ति अत्र, किन्तु अन्यत्र अपि निमित्तानि सन्ति. इत्युक्ते सुपि च अनुवृत्तिसहितसूत्रं सुप् सप्तमी अस्ति इत्युक्ते पर परनिमित्तं सुप् परे दीर्घत्वं भवति अतः दीर्घः भवति. बहुवचने झल्येत् इति सूत्रम् अस्ति चेत् झलि परे अस्ति चेत् अतः एत् भवति. इत्युक्ते झल् प्रत्याहारे झ वर्गाणां चतुर्थ तृतीय द्वितीय प्रथम श श स ह ते सर्वे धन्यवादः भगिनी. एते सर्वे वर्गाणां तत्र प्रसक्तिः इत्युक्ते सन्ति. झै प्रत्याहारे प्रत्याहारे किन्तु अत्र सुप् अस्ति चेत् सुपि च इति सूत्रं किं वदति यञि अत्र यञि योगः सुप् प्रत्यये परे यञि इति प्रत्याहारे झ अपि च झ अपि च भ भ वर्णः अस्ति ते वर्णाः झै प्रत्याहारे अपि सन्ति इत्युक्ते ते कामन् अस्ति तत्र. यञि प्रत्याहारे अपि भकारः अस्ति झलि प्रत्याहारे अपि भकारः अस्ति. तर्हि भ्याम् इत्यस्य यदा वयं योजयामः तत्समये कस्य सूत्रस्य प्रसक्तिः इति कथं निर्णेतुं शक्यते. यञि इत्यस्यापि भकारः आदौ भवति चेत् यञि प्रत्याहारे अस्ति भ. अनन्तरं बहुवचने झलि सुपि अङ्गस्य अतः एत् तत्रापि भकारः अन्तर्गतः अस्ति झल् झल् झलि प्रत्याहारे. तर्हि विभक्तेः भगिनि तत् चित्रं दृष्ट्वा वदतु, सम्यक् भवति सर्वेषां कृते सारांशः भवति एकवारं. चित्रमस्ति अग्रे चित्रमस्ति न तत् तत् दृष्ट्वा यदि वदामः तत्र परिच्छेदद्वयं सम्यक्. अत्र वृक्षयोगः भ्याम् इति द्वितीयविभक्तेः रूपम् अस्ति. तत्र भकारः आदौ अस्ति. भकारः यञि प्रत्याहारे अपि अस्ति झलि प्रत्याहारे अपि अस्ति. तथा भवति चेत् द्वितीय विभक्तौ नाट् द्वितीयविभक्तौ द्वितीय द्विवचने सुपि च इति सूत्रस्य प्रसक्तिः भवति वा अथवा बहुवचने तत् किं बहुवचने झलि झल्येत् बहुवचने झल्येत् इति आयाति वा इति अत्र ओवर्लाप् अभवत् खलु. तत् स्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति. द्विवचने वृक्षाभ्याम् इत्यस्य अन्यत्र लब्धावकाशः अस्ति. अनन्तरं वृक्षेषु इत्यत्र बहुवचने झल्येत् इत्यत्र इत्यस्यापि अन्यत्र लब्धावकाशः अस्ति. अतः सूत्रद्वयस्य तुल्यबलविरोधः अस्ति. अत्र बहुवचने बहुवचने कुत्र अस्ति इति वदतु. सर्वे सर्व सर्वेषु स्थलेषु तुल्यबलवतविरोधः नास्ति, एकत्र एव तस्य तुल्यबलवतम् अयति न वृक्षायोगविरोधः कस्मिन् स्थले अस्ति इति. तत्र भ्यः इति बहुवचने यदा आयाति रूपं भ्यः इति वृक्षेभ्यः, तत्र सूत्रद्वयस्यापि प्रसक्तिः अस्ति. किमर्थं भ्यः इत्यस्य भ इति आदौ यत् अस्ति तद् यञ् प्रत्याहारे अपि अस्ति, झलि प्रत्याहारे अपि अस्ति. तर्हि कस्य सूत्रस्य प्रसक्तिः भवति? एतद् कुत्र भीः इत्यस्य तु अत्र चिन्तनं नास्ति. चतुर्थीविभक्तेः बहुवचनरूपम् अनन्तरं पञ्चमी विभक्तेः बहुवचनरूपं, तत्र भ्यः इति आयाति. तत् स्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति. तत्र कस्मिन् तावदेव, यत्र वृक्ष प्लस् भ्यस् इति अस्ति खलु, एतद् बहुवचनरूपम् इन् चतुर्थी विभक्ति एस् वेल् एस् पञ्चमी विभक्ति. अत्र सूत्रद्वयम् अपि आयाति, सङ्घर्षः करोति. कस्य सूत्रस्य प्रसक्तिः भवति इति चिन्तनं करणीयं. तत् तस्य कृते एव परिभाषा अस्ति. किम् इति, द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति, अन्यत्रापि लब्धावकाशः अस्ति, द्वयोः सूत्रयोः तुल्यबलम् अस्ति, बहु सङ्घर्षः अपि भवति. तत्कारणं केन सूत्रेण चतुर्थी विभक्तेः अनन्तरं पञ्चमी विभक्तेः कार्यं भवति इत्यस्य कृते परिभाषा अस्ति. तत् कुत्र अस्ति? अनन्तरम् अस्ति खलु, एतत् सर्वं पठित्वा एव. विप्रतिषेधे परं कार्यम् इति बहु किमपि पठित्वा अनन्तरमेव आयाति. अन्यत्र लब्धावकाशः इति कुत्र भवति इति किञ्चित् विवरणं करोति वा? एतयोः सूत्रयोः क्षम्यताम्. अत्र वृक्षाभ्यां, वदति वा अरविन्द महोदय? पृष्टवती न परिभाषा किम् अस्ति इति. परिभाषा कुत्र अस्ति इति, परिभाषा किम् अस्ति अहं जानामि प्रतिषेधे प्रतिषेधे परं कार्यं, परन्तु तस्य पुरतः बहु किमपि अस्ति, तदेव तस्य एतस्य मध्ये बहु किमपि पठनार्थम् इतोपि तत् कारणमस्ति. पूर्वोत्तर नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा. अत्र किमर्थं तुल्यबलविरोधः इति भगिनी पृष्टवती खलु, अत्र एकनिमिषम्. सुपि च इति द्वितीयविभक्तेः सारि द्विवचनस्य भ्याम् इति यत् किमस्ति, सुबन्तप्रत्ययः अस्ति, तस्य कृते सुपि च इति सूत्रम् आयाति. यञ् सुपि च अङ्गस्य अतः दीर्घ इति अनुवृत्तिसहितसूत्रम् अस्ति. अत्र यञ् इति प्रत्याहारे य झभै झभै पर्यन्तं, य इत्यस्य आरभ्य झभै, तत्र झ अनन्तरं भ इत्यपि वर्णद्वयमपि आयाति. अतः भ्याम् इत्यस्य भकारः यञ् प्रत्याहारे अस्ति. तत्कारणं सुपि च इति सूत्रस्य भ्यस् इत्यस्य कृते अपि बहुवचनस्य स्थाने यत्र भ्यस् इति आयाति तत्र अपि भकारः अस्ति, तदपि यञ् प्रत्याहारे अस्ति. अनन्तरं बहुवचने झल्येत् इति सूत्रं वदति, बहुवचने झलि सुपि अङ्गस्य अतः एत् इति. अत्र झलि इति प्रत्याहारे अपि झभै घडदश् अनन्तरं हल् पर्यन्तं लकारपर्यन्तं झलि इति अस्ति. तत्रापि झभै इत्यस्य भकारः अस्ति. तर्हि बहुवचनस्य यदा प्रसक्तिः, यदा कस्मिन् सूत्रे बहुवचनस्य कार्यं, कस्य सूत्रस्य प्रसक्तिः भवति इति, द्वयोः सूत्रयोः भ्यस् इति यत् प्रत्ययः अस्ति तत् द्वयोः सूत्रयोः प्रत्याहारे अन्तर्गतः अस्ति. झलि इत्यस्यापि अस्ति, अत्र सुपि इत्यस्यापि, सुपि च इत्यस्य यञ् इत्यस्य प्रत्याहारे अपि भकारः अस्ति. तर्हि अनन्तरं वृक्षाभ्याम् इति द्विवचने कार्यं करोति, इण्डिपेण्डेण्ट्लि कार्यं कर्तुं शक्यते, तस्य अन्यत्र लब्ध अवकाशः अस्ति. अनन्तरं दट् बहुवचने झल्येत् तस्य सप्तमीविभक्तेः वृक्षेषु इति यद्रूपम् अस्ति तत्र तस्य अन्यत्र लब्ध अवकाशः अस्ति, इण्डिपेण्डेण्ट्लि स्वातन्त्र्येण कार्यं तस्य अस्ति. अतः सूत्रद्वयम् अपि विरोधी, द्वयोः तुल्यबलमपि अस्ति, द्वयोः अस्मिन् ओवर्लाप् क्षेत्रे कुत्र एकत्र इति चित्रं पश्यतु, एकत्र इति भ्यस् इत्यस्य ओवर्लाप् अस्ति खलु, वृक्षयोगः भ्यस्, तत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति. तर्हि भ्यस् इत्यस्य कृते, भ्यस् इति बहुवचने भवति, चतुर्थी विभक्तेः बहुवचने, अनन्तरं पञ्चमी विभक्तेः बहुवचने, तत्र भ्यस् इति यत् प्रत्ययः अस्ति तद् यञ् प्रत्याहारे अपि अस्ति, तद् झलि प्रत्याहारे अपि अस्ति. तर्हि भ्यस् इति प्रत्यय योजयित्वा तत्र कस्मिन् सूत्रस्य, कस्य सूत्रस्य प्रसक्तिः अस्ति इति निर्णेतुम् एतत् परिभाषा आयाति, हेल्प् कर्तुं तुल्यबलविरोधे. तुल्यबलविरोधः इत्युक्ते विप्रतिषेधः इति सिनोनिम् अस्ति, विप्रतिषेधे परं कार्यम् इति परिभाषासूत्रम्. एतद् प्रोबब्लि परिभाषेन्दुशेखरे अस्ति, एतद् किम् अष्टाध्याय्यं नास्ति. विप्रतिषेधे परं कार्यम् इति अष्टाध्यायस्य लेखनात् भगिनि अष्टाध्याय्यामेव. विप्रतिषेधे परं कार्यम् इति सूत्रं नास्ति, तर्हि परिभाषासूत्रं न, एतत् परिभाषा इत्येव भगिनी उक्तवती, न तत्तु पूर्वपरनित्यन्तरङ्ग सूत्रमेव, सूत्रसङ्ख्या अस्ति वा, विप्रतिषेधे एकवारं प्रायः अस्ति, अस्ति भगिनि, प्रथम अध्याये चतुर्थपादे द्वितीयसूत्रमस्ति. हा तर्हि सम्यक्, तर्हि तु सूत्रमेव अस्ति. हा तत्र विप्रतिषेधे इत्युक्ते तुल्यबलविरोधे परं कार्यं, परसूत्रस्य एव अधिकं बलं भवति, तदेव बलियान् इति परिभाषासूत्रम् आगत्य अस्माकं निर्णयः ददाति. अत्र वृक्षयोगः भ्यस् इत्यस्य स्थाने झल्येत् इति, बहुवचने झल्येत् इति सूत्रस्य एव प्रसक्तिः भवति इति. तदेव परसूत्रं खलु, न जाने सूत्रसङ्ख्या दृष्ट्वा, तदेव परसूत्रं, हा तदेव अस्मिन् परिच्छेदे इन्क्लूडिङ्ग् आल् दट् एक्स्टेण्डेड् एक्स्प्लेनेशन् एतदेव अस्ति. अन्यत्र अन्यत्र यदा सूत्रद्वयस्य लब्धावकाशः इत्युक्ते कार्यम् इन् स्वातन्त्र्येण कार्यं भवति एण्ड् एकत्र एकस्मिन् स्थले अपि तेषां प्रसक्तिः अस्ति चेत् द्वयोः सूत्रयोः तुल्यबलविरोधः इति उच्यते. तुल्यबलविरोधः इत्युक्ते विप्रतिषेधे इति. विप्रतिषेधे यदि सूत्रद्वयस्य एकस्मिन् स्थले प्रसक्तिः भवति तर्हि परसूत्रस्य एव अधिकं बलं भवति, तस्य कार्यमेव भवति. तावदेव. एतस्मिन् परिच्छेदे बहु किमपि लिखितमस्ति. तत्र अनुवृत्तिसहितसूत्रद्वयं पश्येम चेत् यञि सुपि च अङ्गस्य अथ दीर्घः. अङ्गस्य अथ दीर्घः एकं सूत्रम् अस्ति, अन्यसूत्रमस्ति अङ्गस्य अतः येत्. तत् कार्यमस्ति, किं कार्यं भवति इति. अनन्तरम् अन्यतं पश्येम चेत् यञि सुपि जलि सुपि तयोः अन्यत्र अन्यत्र लब्धावकाशं दृश्यते. यञि सुपि एकत्र अस्ति, जलि सुपि अन्यत्र स्थले अस्ति. किन्तु एकत्र स्थले किं स्थलं किम् इति चिन्तयेत् चेत् बहुवचने इति एकं वाक्यमस्ति, तत् पदमस्ति, तत् स्थले एव एकत्र एकत्र तुल्यविरोधत्वं भवति. अनुवृत्तिसहितसूत्रं द्वयोः पश्येत चेत् समानमस्ति कार्यम् एवं क्षेत्रं, किन्तु बहुवचनक्षेत्रे एव तस्य तयोः तुल्यबलविरोधो भवति इति अवगमनं भवति. आम् आम्. सुपि च इत्यस्य बहुवचने इति तु न लिखितमस्ति. तत्कारणं एतत् सूत्रं द्विवचनस्य स्थाने आगत्य किमपि कर्तुं न शक्यते. बहुवचने एव सङ्घर्षः भवति. आम्. तत्र एकः अन्यः विषयः अपि एकः अन्यः विषयः अपि अस्ति. अन्यत्र कुत्र अवकाशः अस्ति इत्युक्ते तत्र सुपीचा इत्यस्य भ्याम् इत्यस्मिन् एव अस्ति. तत्र बहुवचने झल्येत् इत्यस्य कार्यं न भवति. अपि च तत्र बहुवचने झल्येत् इत्यस्य कार्यं सुप्रत्यये अपि अस्ति. अतः अन्यत्र लब्धावकाशः द्वयोः सूत्रयोः अस्ति, अतः तुल्यबलविरोधः इति वक्तुं शक्यते. तदेव उक्तवती खलु. एतद् सुप्रत्यय न बहुवचने जल्येत् इत्यस्य सुप्रत्ययप्तमी विभक्ति वृक्षेषु इति उक्तवती वा? उक्तवती. ओ क्षम्यतां क्षम्यतां. तर्हि अस्तु. केवलं बहुवचने इति अस्ति इति कृत्वा द्विवचनस्य स्थाने तुल्यबलविरोधः न भवति. बहुवचने इति यतोहि सुपीच इति सूत्रे किमपि न लिखितमस्ति, बहुवचने वा द्विवचने वा किमपि नास्ति. सो सुपीच इत्यपि बहुवचनस्य स्थाने आगत्य कार्यं कर्तुम् आगच्छति. बिकास् तत्र तु बहुवचने कर्तुं न शक्यते इति तु न लिखितमस्ति. यञि सुपीच अङ्गस्य अतः दीर्घः इति एव अस्ति. परन्तु बहुवचने झल्यत् इति स्पेसिफिकलि बहुवचने एव भवति इति उक्तवती सूत्रे एव लिखितमस्ति. तत्कारणं बहुवचनस्य स्थाने एव तुल्यबलविरोधस्य प्रसक्तिरस्ति. आम् आम् सत्यम्. तत्र सूत्रद्वयस्य अन्यत्र अन्यत्र यथा पूर्वमेव उक्तवती, एतस्य द्विवचने अस्ति, एतस्य सप्तमी बहुवचने अस्ति. भ्याम् इत्यस्य तृतीया विभक्ति, चतुर्थी विभक्ति, पञ्चमी विभक्ति, त्रिषु स्थलेषु अपि कार्यम् अस्ति, स्वातन्त्र्येण कार्यं भवति. वृक्षेषु इत्यत्र सुपि बहुवचने झल्येत् इत्यस्य कार्यं स्वातन्त्र्येण भवति. केवलं भ्यस् इत्यस्य भीः इत्यस्य तु भिन्नसूत्रमस्ति. भ्यस् इत्यस्य कृते एव सङ्घर्षः भवति. तत्र परिभाषासूत्रम् आगत्य अस्माकं सोल्यूशन् ददाति. परन्तु अत्र अन्य एकं मध्ये स्थापितमस्ति खलु, वृद्धिरेचि आद्गुणः, तत्र तुल्यबलविरोधः इति न वक्तुं शक्यते. यतोहि आद्गुणः यत्र यत्र कार्यं करोति तत्र तत्र वृद्धिरेचि आगत्य कार्यं कर्तुं न शक्नोति. वृद्धिरेचि यत्र गच्छति तत्र आद्गुणः अपि आयाति. आद्गुणस्य बहु बृहत् किं कार्यक्षेत्रम् अस्ति. वृद्धिरेचि इत्यस्य कार्यक्षेत्रम् आद्गुणस्य कार्यक्षेत्रस्य अन्तः अस्ति. तत्कारणम् अत्र तुल्यबलविरोधः नास्ति. वृद्धिरेचि यदा कार्यं कर्तुम् आगच्छति आद्गुणः अपि आगच्छति, परन्तु आद्गुणः यत्र तस्य स्वातन्त्र्येण कार्यं भवितुमर्हति. वृद्धिरेचि इत्यस्य स्वातन्त्र्येण कार्यस्थलं नास्ति. अत्र तु विप्रतिषेधे परं कार्यम् इति परिभाषासूत्रं न आयाति. अत्र वृद्धिरेचि इत्यस्य लब्धावकाशः एव न भवति. तत्कारणं किं निरवकाशत्वम् अपवादस्य बीजम् इति तदपि सूत्रं वा तद् किम् तत्र परिभाषा अस्ति निरवकाश लक्षणं नास्ति बीजं तत्र. अस्मिन् करपत्रे एतत् वाक्यं नास्ति न, तत्र कुत्रापि न लिखितं. न लिखितमस्ति. न लिखितं. न लिखितं. केवलम् एतमस्ति आद्गुण वृत्तिरेचि तयोः तुल्यविलोदं विरोधः अस्ति वा न अस्ति इति एव. तर्हि महोदय एकवारं शीघ्रं पठित्वा गच्छेम. यतोहि तत्र तृतीयबिन्दु अस्ति. जयलक्ष्मी भगिनी पठति वा पूर्वोत्तरन्तरङ्ग अपवादानां सरतरं बलि तृतीयबिन्दुः वा? आम् आम् पठामि महोदय. पूर्वपरनित्यन्तरङ्गपवादानाम् उत्तरोत्तरं बलीयः परिभाषा अष्टत्रिंशत्. अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति. परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति. नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवद् भवति. अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवद् भवति. अस्याः परिभाषायाः प्रथमतत्त्वद्वयं विप्रतिषेधे परं कार्यम् इत्यस्य एव अभिव्यक्तिः. पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्. तत्पश्चात् तत्त्वत्रयं वर्तते नित्य अन्तरङ्ग अपवाद येषाम् उपस्थितौ विप्रतिषेधे परं कार्यम् इति सूत्रं न कार्यं न करोति. एतावता पूर्वपरम् इत्यनयोः प्रसङ्गे ज्ञातवन्तः वयम्. अधुना नित्य अन्तरङ्ग अपवाद इति प्रसङ्गेषु परिशीलयामः. अत्र किम् उक्तम् इति चेत् परिभाषासूत्रं वर्तते अष्टत्रिंशत् सूत्र क्षम्यता परिभाषासङ्ख्या. पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति दीर्घं सूत्रमस्ति. एतत् सूत्रं किं वदति इति चेत् विप्रतिषेधे परं कार्यम् इत्यनेन पूर्वपरसूत्रयोः उल्लेखनं आदौ एव दत्तमस्ति. तदेव एतत् सूत्रस्य प्रथमभागः भागस्य अर्थः. पूर्वपर इति चेत् पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् इति एव तस्य अर्थः. तस्य अवगमनार्थमेव सूत्रं वर्तते विप्रतिषेधे परं कार्यम् इति. तत्तु परिभाषासूत्रमेव अष्टाध्याय्यामस्ति. प्रथमाध्याये एव अस्ति. तदनन्तरम् अस्ति नित्यसूत्रम् इति. तदनन्तरं त्रयः भागाः नित्य अन्तरङ्ग अपवाद इति. तेषु प्रथमः नित्यः इति अस्ति. तदनन्तरम् अन्तरङ्ग इति कथा बलवत् भवति इति अस्ति. नित्य अन्तरङ्गयोः एतयोः बलवत् अस्ति अपवादसूत्रम् इति अपि अत्र तावदेव अत्र उक्तमस्ति. अग्रे पठामि. हा, नित्यम् इति कृताकृतप्रसङ्गे यः विधिः भवति सः नित्यः इति उच्यते. समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति इति चिन्तयतु. द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिताः तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्योः तस्यां दशायां यत् अपरं सूत्रम् अस्ति तत् नित्यसूत्रम् इति उच्यते. नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत् अनन्तरमपि अस्ति. यदा किञ्चन सूत्रं नित्यम् अस्ति तदा तत् सूत्रं प्रथममेव प्रवर्तनीयं नित्यम् इत्यस्मात् कारणात् बलवत्. अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सति अपि पूर्वम् आयाति. नित्यसूत्रं बलवत् अस्ति पूर्वपर सूत्रयोः सूत्राभ्याम् अपेक्षया. नित्यम् इति चेत् कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इति उच्यते. इति चेत् एकस्मिन् स्थले एकस्मिन् प्रसङ्गे द्वयोः द्वे सूत्रे आगच्छतः तदा सङ्घर्षः अस्ति वा इति चिन्तनात् अनन्तरं प्रथमतया सङ्घर्षः अस्ति वा इति चिन्तनीयं. तत्र सङ्घर्षः नास्ति इति चेत् कस्य सूत्रस्य प्राप्तिः भवति इति निर्णेतुं नित्यप्रसङ्गः आगच्छति. नित्यं नित्यं किम् इति चेत् कृताकृतप्रसङ्गी अस्ति. द्वयोः सूत्रयोः मध्ये एकः सूत्रः प्रथमं कारितं चेदपि तदेव सूत्रस्य प्रसक्तिः पुनः भवति इति चेत् तादृशसूत्रं नित्यम् इति वदामः. इति चेत् तादृशसूत्रस्य तस्य स्वतन्त्रता अस्ति. यतोहि प्रथमं करोतु न अपरं करोतु, तथापि तादृशं सूत्रं इण्डिपेण्डेण्ट् अस्ति, स्वातन्त्र्यम् अस्ति तस्य आगमनकारणेन. अतः तादृशसूत्रं नित्यसूत्रम् इति वदामः. तादृशसूत्रं पूर्वपरसूत्रात् अपि बलवत् अस्ति. यतोहि पूर्वसूत्रं नित्यमस्ति इति चेत् तत्र परसूत्रं न आगच्छति, पूर्वसूत्रमेव नित्यं पूर्वसूत्रमेव प्रथमतया आगत्य कार्यं करोति इति अत्र उक्तम्. कृताकृतप्रसङ्गी इति युक्ते किम्? कृताकृतप्रसङ्गी इति चेत् कृताकृतं प्रसङ्गिन् इति प्रातिपदिकमस्ति. कृता च अकृता च तयोः समाहारद्वन्द्वः भवति. कृताकृतम् इति भवति इति चिन्तयामि. कृतं च अकृतं च, कृतं च अकृतं च तयोः समाहारद्वन्द्वः भूत्वा कृताकृतम् इति भवति. कृताकृतं चेत् तस्य प्रवर्तन प्रथमतया भवति चेदपि नित्यसूत्रस्य प्रसक्तिः अस्ति पुनः तस्य प्रवर्तनार्थं. यतोहि द्वितीय पर्यायः तस्य भवति चेदपि तत्र तस्य प्रवर्तनं भवति. तादृशसूत्रं तादृशसन्दर्भं कृताकृतप्रसङ्गी इति वक्तुं शक्नुमः. अस्तु, उदाहरणं उदाहरणं पठानि वा? बहु दीर्घमस्ति न? अस्ति, कुर्मः वा? नो चेत् अग्रे गच्छामः महोदय. एकवारं सर्वेषां सर्वं यतो उदाहरणं पठित्वा एव कृताकृतस्य मीनिङ्ग् सम्यक् ज्ञातुं शक्नुमः. उदाहरणं पठतु जयलक्ष्मी भगिनि. आं पठामि. तुदति इति वृत्तान्तः अस्ति. तुद्योग लट् अस्ति, वर्तमाने लट् इत्यनेन तुद्योगति तिप्तश्चि सिप्तस्थ इति दीर्घमानसूत्रेण ति इति आयाति. तुद् योगशा योगति तुदादिभ्यः शः इति इत्यनेन अनुबन्धलोपः लोपः भवति. तुद्योग आयोगति तुदति इति रूपं भवति. अत्र तुद् धातोः वर्तमाने लट् इत्यनेन लट् कर्तव्यः, तदा लट् स्थाने तिबादयः भवन्ति. एकवचनविवक्षायां तिप्रत्ययः तुद्योगति, इदानीं तिप्रत्ययः तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति. अतः सार्वधातुकार्थधातुकयोः इति अनुवर्तमाने पुगन्धलघुपदस्य च इत्यनेन गुणः प्राप्यते. तुद्योगति पुगन्धलघुपदस्य च इत्यनेन तोद्योगति इति भवति. अत्र यदा उक्तं तदेव तुद्योगति इत्यस्मिन् प्रसङ्गे तुद्योग लट् इति प्रथम सोपानमस्ति. तदनन्तरं टि इत्यस्य लस्य इत्यने लस्य इत्यनेन तिप्रत्ययस्य आगमनं भवति. क्षम्यतां, लस्य कुत्र भवति? वर्तमाने लट् सम्यक्. लट् इति लस्य इत्यनेन एव लट् वर्तमाने लट् आगच्छति. तदनन्तरं खलु लस्य इति स्थाने तिप्तस् जि एतात् लस्य इति सूत्रेण तिप्तस्जि इति आयाति. अस्तु अस्तु. तदनन्तरं वदतु पुनः वदतु तत् किमस्ति. प्रथमं तु वर्तमाने लट् इति आयाति किल, तदनन्तरं अनुबन्धलोपानन्तरं ल एव शिष्यति. अस्तु, लस्य स्थाने तिप् आयाति आदेशरूपेण. ओ अस्तु अस्तु, धन्यवादः महोदय. इदानीं तुद्योगति इत्यस्यां स्थित्यां ति इति सार्वधातुकप्रत्ययः अस्ति, कर्तर्थकप्रत्ययः च अस्ति. अतः अत्र कर्तरि शप् इत्यनेन शप् आयाति. तुद्योग शायोग शप् योगति, तत्र लोपाः भवति. तुद्योग शायोगति इति भवति. क्षम्यताम्, सम्यक् सम्यक्. इदानीं शप् शप् इति आगच्छति, किन्तु तत्र कर्तृ शप् इत्यनेन आगच्छति चेदपि तुदादिभ्यः शः इति सूत्रेण तत् प्रभाद्य शा इति विकर्णप्रत्ययः आयाति. अतः इदानीं स्थितिः अस्ति तुद्योग शा योगति, शप् इति न आगच्छति, तत् प्रभाद्य तुदादिभ्यः शः आगच्छति. तुद्योग आ योग ति इत्यस्मिन् प्रसङ्गे इदानीं प्रश्नः उदेति, पुगन्तलघुपदस्य च इति सूत्रं च आगच्छति अत्र. सो तदर्थं सार्वधातुकप्रत्ययः अग्रे अस्ति इति कारणेन, अपि च इगन्तम् अङ्गं न लघुपदम् अङ्गम् एकस्मिन् पक्षे अस्ति इति कारणात् पुगन्तलघुपदस्य च इति सूत्रम् आगच्छति. तत् करोति चेत् इदानीं तुत् इत्यस्य गुणः भूत्वा तोद् इति भवति. तोद् योग आयोगति तोदति इति अनिष्टरूपं प्राप्यते. नाम मध्ये शाविकर्णप्रत्ययः इदानीं न भवति चेत् गुणस्य प्रसक्तिः. तुदादिभ्यः शः इत्यनेन शाप्रत्ययस्य कारणात् प्राक् तिपं निमित्तीकृत्य गुणः भवति पुगन्धलघुपदस्य च इत्यनेन. तुदादिभ्यः शः इति सूत्रं प्रति पुगन्धलघुपदस्य च तु परसूत्रमस्ति, अतः तस्य कार्यं पूर्वं स्यात्. अनेन चिन्तनेन तुद्योगति पुगन्धलघुपदस्य च तोद्योगति तुदादिभ्यः शः तोद्योग आयोगति तोदति, किन्तु इदं रूपम् अनिष्टं. तर्हि किं कर्तव्यम् इदानीम्? अन्यत्र लब्धावकाशः अस्ति विप्रतिषेधे परं कार्यम् इत्यनेन तुदादिभ्यः शः इत्यस्य सूत्रसङ्ख्या पश्यामः चेत् तत्तु तृतीय अध्याये अस्ति, पुगन्धलघुपदस्य च सप्तमाध्याये अस्ति. अतः सप्तमाध्याये परं सूत्रं सप्तमाध्याये यत् सूत्रमस्ति तत् परं सूत्रम् इति कृत्वा यत्र एकस्मिन् एव प्रसङ्गे एतद्वयो द्वे सूत्रे च आगच्छतः, अतः पुगन्धलघुपदस्य च इति सूत्रं सूत्रस्य प्रवर्तनं भवति चेत् अनिष्टरूपं प्राप्यते. तुदादिभ्यः शः इति तदनन्तरम् आयाति चेत् किन्तु तत् तोदति इति रूपम् अनिष्टरूपं प्राप्यते. तर्हि तस्य परिहारः किम् अस्ति इति चिन्तनं अग्रे अस्ति. अत्र तत्र त्रीणि प्रश्नानि सन्ति. तुल्यविरोधविरोधमस्ति वा इति प्रथमं, ततः अनन्तरं तुल्यबलोदम् अस्ति चेत् परसूत्रं बलीया तत्र अवस्थायां इत्य सूत्रम् अस्ति वा इति अपि दर्शनीयं तत्र नित्यसूत्रस्य लक्षणं किं तत् कारणात् परसूत्रस्य अपेक्षया नित्यसूत्रस्य बलम् अस्ति इति कारणतः नित्यसूत्रस्य प्रसक्तिः प्रथमं स्यात् इति वक्तव्यम् सत्यं समीचीनम् अत्र वस्तुतः तुदादिभ्यः शः पुगन्धलघुपदस्य च इति सूत्रद्वयं स्वीकुर्मः चेत् तत्र तुल्यबलसूत्रे न एते सूत्रे ते तुदादिभ्यः शः इति सूत्रं केवलम् एतस्मिन् प्रसङ्गे एव प्रवर्तते इति कारणमस्ति पुगन्धलघुपदस्य च इति सूत्रं तु तस्य कार्यक्षेत्रं बृहत् अस्ति अतः द्वयोः सूत्रयोः च यत्र सङ्घर्षः अस्ति तस्मिन् सन्दर्भे एव तुल्यबलसूत्रे इति वक्तुं शक्नुमः तत्र एव तुल्यबलविरोधः न चेत् प्रतिषेधः भवति अतः एतस्मिन् प्रसङ्गे विप्रतिषेधं परं कार्यम् इति सूत्रं न प्रवर्तते समीचीनं महोदय धन्यवादः अस्तु तस्मिन् सन्दर्भे कथं तुदादिभ्यशा इति नित्यसूत्रं भवति तुदादिभ्यः शः इति सूत्रं किमर्थं नित्यसूत्रम् इति चेत् तस्य प्रवर्तनं इदानीं प्रथमतया कारिकम् इति भावना कुर्मः चेत् तुद्योगशायोगति इति प्रथमतया कारितं चेत् तुदति इति रूपं प्राप्यते न एतादृशं न भवति पुगन्धलघुपदस्य च इति सूत्रस्य प्रवर्तनं प्रथमतया करणीयम् इति चिन्तयामः चेत् तुद् योग शायोगति इत्यस्मिन् प्रसङ्गे पुगन्धलघुपदस्य च आगत्य तोद् योग आयोगति इति भवति तदनन्तरं क्षम्यतां तुद्योगति इति एव भवति तत्र पुगन्धलघुपदस्य च कार्यं भूत्वा तोद् इति रूपं प्रथमतया भवति तदनन्तरं शा इति प्रत्ययः आयामः चेत् तोद्योग आयोगति इति भवति तोद् एकक्षणं कृत अकृत इत्यस्य अर्थः अत्र पश्यतु यदि तुद् इति धातु तः तिङ् प्रत्ययः योजयामः किं भवति तोद् ति इति आयाति अनन्तरं यदि वयं तुदादिभ्यः श इत्यस्य अकारः आनयामः तोदति इति तुदादिभ्यः शः तत्समये अपि कार्यं कर्तुं शक्नोति यदि तुद् योगः अयोगः ति तुदति तत्रापि तुदादिभ्यः श इत्यस्य कार्यं भवितुम् अर्हति परन्तु यदि वयं तुदादिभ्यः श पूर्वमेव आनयामः तत्समये तिङ्प्रत्ययः मध्ये किमस्ति व्यवधानम् अस्ति अत्र अकारः आयाति चेत् पुगन्तलघुपदस्य च इत्यस्य कार्यं भवितुमेव न अर्हति तत्कारणमेव तुदादिभ्यः श इति नित्यसूत्रं कृत तस्य कार्यं यदि पुगन्तलघुपदस्य च कार्यं करोति चेत् अपि तस्य अवकाशः भवति तस्य पुगन्तलघुपदस्य च अनन्तरं कार्यं करोति चेत् अपि तस्य अवकाशः अस्ति इति कृत्वा कृता अकृता इति तत्कारणं तद् नित्यसूत्रं पुगन्तलघुपदस्य वेराज् यदि तुदादिभ्यः श पूर्वम् आयाति तर्हि पुगन्तलघुपदस्य च इत्यस्य अवकाशः न भवति किमर्थं न भवति तुद्योगः अ इति आयाति चेत् पुगन्तलघुपदस्य च इत्यस्य उपधा अत्र न लभ्यते खलु दकारः उपधायाम् अस्ति तर्हि कार्यं कर्तुमेव न शक्नोति तत्कारणमेव सुदादिभ्यः श इति नित्यसूत्रं कृत अकृत. तत्र एकः मुख्यः मुख्यविषयः अस्ति. तत्र तु निमित्तम् एकमेव भवितव्यं. तत्र त्रिप्रत्ययः निमित्ति कृत्वा एव कार्याणि भवन्ति. तत्रैव नित्यसूत्रस्य प्रसक्तिः भवति. यदि ति इति स्वीकुर्मः तत्र पुगन्तलघुपदस्य च इत्यस्य कार्यमपि भवति, सुदादिभ्यः सह इत्यस्य कार्यमपि भवति. तस्मिन् स्थितौ यदि पुगन्तलघुपदस्य च कार्यं करोति, तदनन्तरम् अपि तुदादिशः कार्यं करोति. परन्तु यदि तुदादिभ्यः सह यदि कार्यं करोति, तदनन्तरं पुगन्तलघुपदस्य च कार्यं न, यदि यत्तु भवती उक्तवती, परन्तु टि निमित्तीकृत्य एव कार्यं भवति. तत्र मुख्यविषयः अस्ति, निमित्तं समानं भवेत् द्वयोः सूत्रयोः इति मुख्यविषयः तत्र. सत्यं सत्यं, तदपि अस्ति. पुगन्तलघुपदस्य च तुदाभ्यसखानयोः सङ्घर्षः निमित्तम् आश्रित्य उत्पन्नः अस्ति. यतोहि यदि यदि तुदादिभ्यः सह इत्यस्य कार्यं भवति, तत्र अकारः मध्ये आगच्छति, तत्रापि पुगन्तलघुपदस्य कार्यं भवितुम् अर्हति. यतोहि आर्धधातुकप्रत्ययः न आर्धधातुकप्रत्ययः अस्ति, तस्मिन् समये न गुणः निषेधः भवति किल. तत्र तु श इत्यस्य तावदेव कृत अकृत. यदि पुगन्तलघुपदस्य परन्तु ती निमित्तीकृत्य न भवति, परन्तु आ निमित्तीकृत्य तु भवितुम् अर्हति. किमर्थम् आयाति? ती निमित्तीकृत्य एव आयाति खलु. हा सत्यं सत्यं. तत्र तत्र किन्तु तत्र अङ्गे अङ्गे किमपि कार्यं भवति चेत् क्षम्यता, अत्र गुणः भवेत् इति एव एतत् सूत्रस्य उद्देशः. अतः तत्र तुदति तुदा इति भवति चेत् गुणः न भवति. अतः यदि तुदादिभ्यः सह किमपि सोपाने आगच्छति, तत्र अनिष्टरूपं निष्पन्नः भवति. अतः फोर्सिबलि तुदादिभ्यः सह एकत्र एव आगमनीयं. तत्र तुद् गुणस्य अवकाशः कदा अस्ति इत्युक्ते, एतत् सर्वम् उक्तमेव, किन्तु यदा धातुतः तिप्रत्ययः दृश्यते तदा गुणः भवितुम् अर्हति तिप् इति प्रत्ययेन. मध्ये षकारः यद् अकारः भवति अनन्तरम् अपि च तुदा इति भवति, तदा उपधायां यद् यथा भवती उक्तवती दकारः अस्ति इति कृत्वा गुणः न भवति. अतः तुदादिभ्यः सह कुत्र आगमनीयम् इति लघु उपधा अग्रे पठतु अग्रे पठतु अत्र लिखितमस्ति. किन्तु अहं यद् वक्तुम् इष्टवती चेत् तत् नित्यसूत्रं किमर्थम् इति मम अवगमनं चेत् किमपि भवनीयमस्ति तद् मा भवतु इति, तत्र गुणः मा भवेत् इति तुदादिभ्यः सह पूर्वम् एव. भगिनी किम् उक्तवती? कृत अकृत इति प्रसङ्गी यद् अस्ति तत्कारणमेव तुदादिभ्यः सह इति नित्यसूत्रम् इति. तस्य कार्यं कृतम् अपि कार्यं करोति, अकृतमपि अकृतमपि कार्यं करोति. तत्कारणं तद् नित्यसूत्रमस्ति, तत् तस्य एव अधिकं बलं भवति इति भगिनी उक्तवती. मम तु जयलक्ष्मी भगिनी, अत्र परिच्छेदद्वयं पठित्वा तस्य अवगमनं भवति. अत्र नित्यम् इति सिद्धान्तः आयाति तथा आरभ्य तत् परिच्छेदं तदनन्तरं अनन्तरपरिच्छेदमपि पठित्वा तस्य अवगमनं भवति. महोदय पठामि. अत्र नित्यम् इति सिद्धान्तः आयाति यतोहि विकर्णप्रत्यये कृते गुणः न प्राप्यते, किन्तु गुणे कृते अपि विकर्णप्राप्तिः. तदेव मुख्यकार्यमस्ति. विकर्णप्रत्यये कृते विकर्णप्रत्ययस्य आगमने च गुणः न प्राप्यते. प्रथमतया विकर्णप्रत्ययः आगच्छति चेत् तत्र गुणः न भवति, किन्तु गुणे कृते अपि गुणकार्यं प्रथमतया आगच्छति चेदपि विकर्णप्रत्ययस्य प्राप्तिः भवति. कृताकृतप्रसङ्गे नित्यं कृते अपि अकृते अपि यस्य प्रसङ्गः वर्तते सः नित्यः. इदानीं गुणः तथा नास्ति. विकर्णप्रत्यये कृते गुणः गुणप्राप्तिर्नास्ति. इदानीं प्रथमतया विकर्णप्रत्ययः आयाति चेत् गुणस्य प्राप्तिः न भवति. विकर्णप्रत्यये अकृते एव गुणः प्राप्यते. प्रथमतया विकर्णप्रत्ययः आगच्छति, तदनन्तरम् अन्यत् सोपानं प्रति गच्छामः चेत् तत्र गुणः प्राप्यते. विकर्णप्रत्ययः अकृते अकृते इति चेत् न आगच्छति, क्षम्यतां, विकर्णप्रत्ययः न आयाति, तदनन्तरम् अन्यत् अगमसोपाने एव गुणः प्राप्यते. पुगन्धलघुपतस्य च इत्यनेन तदा गुणस्य प्राप्तिः यदा मध्ये शा विकर्णप्रत्ययः नास्ति. यदा पुगन्धलघुपतस्य च इति सूत्रं प्रवर्तते चेत् तत्र मध्ये शा इति विकर्णप्रत्ययः नास्ति. तदपूर्वमेव पुगन्धलघुपतस्य च आगत्य गुणः कृतः. विकर्णप्रत्यये कृते किमर्थं गुणप्राप्तिर्नास्ति इति चेत् शा प्रत्ययः अपित् अस्ति. यद्यपि षित् अस्ति, अतः पुगन्धलघुपतस्य च इत्यनेन गुणः भवति स्म, किन्तु सार्वधातुकम् अपित् इत्यनेन अपित् सार्वधातुकं निद्वत् स्यात्, अतः निति च इत्यनेन गुणनिषेधः अस्ति. शा प्रत्यये अकृते गुणः भवति, किन्तु शा प्रत्यये कृते गुणः न भवति. तदर्थं गुणः अनित्यम्. गुणकार्यं गुणसिद्धान्तः एतस्मिन् प्रसङ्गे अनित्यमस्ति. किमर्थम् इति चेत् शा प्रत्यये अकृते चेत् गुणः भवति, शा प्रत्यये कृते चेत् गुणः न भवति इति कारणात्. शा प्रत्ययस्य तु गुणे कृते अपि अकृते अपि प्राप्तिः अस्ति. इदानीं शा प्रत्ययः प्रथमतया आगच्छति चेदपि तदनन्तरं द्वितीयसोपाने आगच्छति चेदपि तस्य प्राप्तिः भवति. नाम गुणः क्रियता तुद्योगति इति इत्यस्मिन् स्थित्यां तोद्योगति इदानीमपि उदादिभ्यः शः इत्यनेन शा विकर्णप्रत्ययः विहितः. तोद्योग शायोगति गुणे कृते अपि विकर्णः प्राप्यते. गुणे अकृते अपि विकर्णः प्राप्यते. कृताकृतप्रसङ्गे नित्यम्. अतः तुदादिभ्यः शः नित्यसूत्रम्. यद्यपि पुगन्धलघुपतस्य च इत्यस्य अपेक्षया पूर्वसूत्रं, तथापि तस्य तुदादिभ्यः शः इत्यस्य कार्यं पूर्वं प्रवर्तते इति अत्र उक्तमस्ति. तदेव भगिनि, तत्कारणात् एव तुदादिभ्यः शः इति नित्यसूत्रं भवति. यतोहि तत् पूर्वसूत्रमस्ति लघु पुगन्धलघुपतस्य च इति सूत्रस्य विवक्षया तुदादिभ्यश इति पूर्वसूत्रमस्ति चेदपि तत् नित्यसूत्रमस्ति इति कृत्वा तत् बलं पूर्वं तस्य बलं भवति, तदेव कार्यं करोति. धन्यवादः. तत्र अनन्तरम् सम्यक् वा तोदति सम्यक् वा इति तु न जानीमः. तुदति अपि भवितुमर्हति, तोदति इत्यपि भवितुमर्हति, परन्तु तुदादिभ्यः शः द्वयोः प्रसङ्गे प्रसङ्गयोः कार्यं कर्तुं शक्यते, परन्तु पुगन्तलघुपथस्य च इत्यस्य कार्यमेव न भवति यदि निति च किं तुदादिभ्यः शः आयाति. तत्समये पुगन्तलघुपथस्य च इत्यस्य प्रसक्तिरेव नास्ति. तत्कारणमेव एतदेव बलियन् सत्यं तुदादिभ्यः शः गुणस्य प्राप्तिः न भवति यदा तुदादिभ्यः शः प्रथमतया आगच्छति चेत्. तत्कारणमेव एतदेव बलियन् रूपसाधनार्थं रूपसाधनार्थं कृते पाणिनि कियत् चिन्तितवान् सत्यं. परन्तु एतत् सर्वम् अवगम्य ये वृत्तिपुस्तकानि लिखितवन्तः तेषामपि श्लाघनीयम्. एतद् केवलम् अष्टाध्यायी दृष्ट्वा किमपि न अवगम्यते, तस्य मनसि किम् आसीत् इति अवगम्य पुस्तकानि लिखितवन्तः, वृत्तिः पुस्तकानि, तदपि बहु श्लाघनीयकार्यमेव. अन्तरङ्गम् इति विषयं मीना भगिनी पठतु. मीना भगिनी बहुविधम्. अतः महान् प्रपञ्चः अत्र प्रकारद्वयं प्रदर्श्यते. अस्मिन् प्रसङ्गे अङ्गम् इत्यनेन न अवयवः न वा यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इति रीत्या अङ्गकार्यस्य अङ्गम् अपि तु अत्र अङ्गम् इत्युक्ते निमित्तम्. सदा विद्या भगिनी वदति अङ्गम् इत्युक्ते अङ्गमिति निमित्तमिति न अवयवः. परिभाषेन्दुशेखरग्रन्थे लिख्यते नित्यात् अपि अन्तरङ्गं बलीयः. अन्तरङ्गे बहिरङ्गस्य सिद्धत्वात् नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत् कारणम् अस्ति यत् अन्तरङ्गे बहिरङ्गस्य सिद्धत्वात्. अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी, अतः अर्थः एवं भवति द्वयोः सूत्रयोः समकालप्राप्यवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. अत्र नित्यात्यपि अन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्. अतः किमपि ब नामकं सूत्रम् अनामकसूत्रं प्रति बहिरङ्गं चेत् तेन अ इति अन्तरङ्गसूत्रेण इदं ब सूत्रम् असिद्धम् यद्यपि असूत्रं प्रति ब सूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात् इत्तश्च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तदपि असिद्धं भवति. अस्य प्रकटीकरणार्थम् अग्रिम परिभाषा अस्ति असिद्धं बहिरङ्गम् अन्तरङ्गे. असिद्धं बहिरङ्गम् अन्तरङ्गे तत्र अन्तरङ्गम् अत्र अन्तरङ्गम् इत्युक्ते इति वदति निमित्तम् इति वदति. परिभाषाहिन्दुग्रन्थे नित्यं नित्यात्यपि अन्तरङ्गं बलीयः. नित्यसूत्रम् इति इदानीं वर्णनीयं कृतं वर्णनं कृतम् अद्य नित्यादपि अन्तरङ्गम् अन्तरङ्गसु बलीयः. अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् अत्र बहिरङ्गम् अन्तरङ्गम् इति अर्थं न कथं वयं जानीमः, परन्तु अत्र बहिरङ्गसूत्रमिति किम् अन्तरङ्गसूत्रमिति किम् इति न उक्तम्. नित्य बहिरङ्ग अन्तरङ्गसूत्र बहिरङ्गसूत्रम् इति अनेकनिमित्तानि सन्ति. तत्र अन्तर्भूते अन्तरङ्गसूत्रस्य निमित्तमस्ति किल, परन्तु नित्यात्यपि अन्तरङ्गम् अन्तरङ्गसूत्रं बलीयः. नित्यशास्त्रस्य नित्यम् इति नित्यशास्त्रम् इति नित्यसूत्रम् इति कृतसमये कृतं वा अकृतं वा नित्यसूत्रं कार्यं करोति शक्यं. तदेव नित्यसूत्रमिति लक्षणं. नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. तत्र अन्तरङ्गशास्त्रम् अत्र नित्यसूत्रं वा न वा अन्तरङ्गशास्त्रं बलवत् इति उच्यते. कारणमस्ति यत् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् अन्तरङ्ग अन्तरङ्गबहिरङ्गस्य अतः भवान् एव वदतु. Rather than saying antarangam baliya bahirangasya balavat iti mastu antarangasya krite bahirangam asiddham iti eva vaktavyam iti agre jani maha kimartham asiddham iti atra vishetrayam asti bhagini pratham asti angam ityukte kim यस्मात् प्रत्ययविधिताद् प्रत्यये अङ्गम् इति विधि संज्ञासूत्रेण अङ्गस्य संज्ञा विधीयते सूत्रेण सूत्रद्वारेण पाणिनिना प्रत्यये अङ्गप्रत्यये आदि यदस्ति तदस् तस्य नाम अङ्गं तस्य अङ्गम् इति अस्ति वा न तत् परिभाषेन्दुशेखरे लिखितमस्ति तत् अङ्गम् इत्युक्ते प्रत्ययस्य आदौ यत् अङ्गमस्ति तस्य विवक्षा नास्ति. अत्र अन्तरङ्गबहिरङ्गस्य विषयम् अन्यदस्ति इति प्रथमकार्यं. द्वितीयमस्ति नित्यात् अपि अन्तरङ्गं बलियः. तत्र अपि शब्देन पूर्वं यदुक्तं तेषां ग्रहणम् अवश्यं करणीयम् इत्युक्ते पूर्वपरनित्यत्रयाणां अत अपि शब्देन उल्लेखितमस्ति. अन्तरङ्गम् इत्युक्ते पूर्वपरनित्यसूत्राणाम् अपेक्षया बलिया भवति अन्तरङ्गम् इति अत्र विषयसप्तमी न तु व्याकरणस्य सप्तमी. तत्र तृतीयम् अस्ति असिद्धं बहिरङ्ग अन्तरङ्गे इति परिभाषा अस्ति तस्यापि प्रसक्तिः अस्ति. अग्रिमं परिच्छेदद्वयं विवृणोति किम् अस्ति इति अन्तरङ्गस्य मध्ये. तत् प्रमैला भगिनी पठति वा? धन्यवादः मैना भगिनी. आं महोदय, कुत्र पठनीयम्? तदा अग्रे अन्तरङ्गबहिरङ्गयो लक्षणमुच्यते. अस्तु महोदय, ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम् उच्यते. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्, एवं तदीयनिमित्तसमुदायात् बहिर्भूतङ्गकं बहिरङ्गम्. अन्तरङ्गशब्दे भागद्वयम् अन्तर् अङ्गम्, अन्त इत्युक्ते मध्ये, कस्य मध्ये? बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये. अन्तर्भूतभाग अन्तरङ्गशास्त्रस्य निमित्तम्. अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतभाग बहिरङ्गशास्त्रस्य निमित्तम्. अस्तु महोदय, प्रयत्नं करोमि, किञ्चित् क्लिष्टकारम् अस्ति मम कृते. तत्र अन्तरङ्गबहिरङ्गयोः लक्षणम् उच्यते यत् अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदाये मध्ये यत् निमित्तानि अस्ति अन्तर्मध्ये, वयं जानीमः निमित्तम् इत्युक्ते अत्र अङ्गं न तु सूतार्थ अङ्गं यत् उच्यते. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूत भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्। बहिर्भूतशास्त्रस्य निमित्ताय समुदायमध्ये यत् निमित्तानि अन्तर्मध्ये अपि सन्ति अन्तरङ्गस्य मध्ये तद् तद् अन्तरङ्गम् इति उच्यते। एवमेव यत् निमित्तानि अन्तर्मध्ये अस्ति तद् निमित्तीकृत्य यत् निमित्तानि बहिरस्ति तत् बहिरङ्गं। तत् सम्यक् वा? अहं न जानामि सम्यक्ता तत्र वदतु महोदय। त्रीणि पदानाम् अवलोकनं कृत्वा अग्रे पश्येम। अन्तर्बहिः एकसमुदायमस्ति, अङ्गम् इत्युक्ते निमित्तमिति सर्वे जानीमः, तदित्युक्ते अङ्गस्य विषयं त्यक्त्वा अन्तर्बहिः इति कथं जानीमः? किम् अन्तं, किं कानि सूत्राणि अन्तान् अन्तर् इति समुदाये भवति, कानि सूत्राणि यदि यदि द्वे सूत्रे स्तः यदि वयं निर्णयं कुर्मः एकसूत्र बहिरङ्गम् अपि च एक अन्तरङ्गम् इति, यत् सूत्रं बहिरङ्गम् इति उच्यते तस्य निमित्तसमुदाय प्रायः बहु अस्ति, अपि च यत् वयम् अन्तरङ्गम् इति अन्तर्सूत्रम् इति निर्णयं कुर्मः तस्य प्रायः निमित्तानि लघु अस्ति, अपि च तत् निमित्तानि अपि बहिर्मध्ये अपि अस्ति। तत् सम्यक् वा? आम् आम्। बहिरङ्गस्य बहिरङ्गसूत्रस्य निमित्तानि यदि पञ्चनिमित्तानि सन्ति, अन्तरङ्गस्य निमित्तानि तानि पञ्चनिमित्तानि मध्ये एव भवति, न्यूनातिन्यूनं एकं द्वे किमपि भवितुमर्हति, परन्तु तस्य अन्तरङ्गसूत्रस्य निमित्तानि बहिरङ्गस्य सूत्रस्य निमित्तस्य समुदायमध्ये एव भवति सम्पूर्णं। एतस्य यदि पञ्च निमित्तानि भवति अन्तरङ्गस्य पञ्च न भवति, न्यून संख्या एव भवति, अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गम् एतस्य मध्ये एव भवति, ओवर्लाप् भवति एतस्य निमित्तानि। इफ् यु सब्स्टिट्यूट् अङ्गं वित् निमित्तं, बहिर्निमित्तम् अन्तर्निमित्तम् इति उच्यते चेत् केवलं किञ्चित् सम्यक् अवगमनं भवति। अन्तरङ्गं सब्स्टिट्यूट् इति वक्तुं शक्यं वा? बहिर्निमित्तम् इति इत्युक्ते बहु सूत्राणां समाहारः अस्ति, अन्तर्निमित्तम् इत्युक्ते तेषां केचित् सूत्राणां अन्तरङ्गम् इति सब्सेट् आफ् अभिरङ्गम्। आम् तदेव। आम् आम् आम्। अग्रिमपरिचयं पठतु भगिनि। आं महोदय। इत्यञ्च अन्तर्भूतनिमित्तिकत्वम् अन्तरङ्गत्वम्। बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तानां समुदायमध्ये अन्तर्भूतत्वं यस्य वर्तते तदन्तरङ्गम्। बहिरङ्गशास्त्रनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्रनिमित्तसमुदाय अन्तर्भूतः भवति चेत् अन्तरङ्गत्वम्। उपयुक्तं यत् अन्तरङ्गं बहुविधम्, अत्र प्रकारं द्वयं प्रदर्श्यते। अधुना भगिनी एव उक्तवती यत् निमित्तानां समुदायमध्ये यस्य वर्तते तदेव अन्तरङ्गं। बहिरङ्गशास्त्रस्य निमित्तानि प्रायः बहूनि भवन्ति, अपि च अन्तरङ्गशास्त्रस्य लघु अस्ति, अपि च तेषां मध्ये एव वर्तते अन्तर्भूता एव भवति तदन्तरङ्ग। धन्यवादः भगिनि। तद् शर्मला भगिनी, पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम् इति अस्तु महोदय, पूर्वोपस्थितनिमित्तिकम् अन्तरङ्गम्, पूर्वोपस्थितनिमित्तिकस्याप्यन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तदपि अन्तरङ्गम्। अस्य बोधनार्थं दृष्टान्तो दीयते। सिव् धातु न प्रत्ययः, स्योनशब्दः, न इति उणादिप्रत्ययः, सर्वे उणादिप्रत्ययाः कृत्प्रत्ययाः। सिव् योगः न इत्यावस्थायां त्रयाणां सूत्राणां प्रसक्तिर्भवति। लोपो व्योर्वलि, श्वोः शूडनुनासिके च, पुगन्तलघुपथस्य च। त्रिषु मध्ये कस्य प्राप्तिर्भवति इत्यस्मिन् विषये चिन्तनीयम्। अत्र पुनः अन्तरङ्गम् इत्युक्ते ते तस्यापि प्रकारद्वयम् अत्र चर्चितम् अस्ति। एकः अस्ति पूर्वोपस्थितनिमित्तिकम् अपि निमित्तिकस्य अपि अन्तरङ्गत्वात् इति। सीव् इति धातुः अस्ति, न प्रत्ययः योजयित्वा सीव् योगः न इति स्थितेः त्रयाणां सूत्राणां प्रसक्तिः अस्ति। लोपो व्योर्वलि, छोः शूडनसिके च, अपि च पुगन्तलघुपदस्य च, तेषु कः प्रवर्तते इति चिन्तनीयम्। लोपो व्योर्वलि, वल् प्रत्याहारे परे विद्यमानयोः वकारयकारयोः लोपः भवति। व च य च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः लोपः प्रथमान्तं, द्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णं, द्योः लोपः वलि। इदानीम् अस्माकम् उदाहरणमस्ति शिवयोगः न, अत्र न वल् प्रत्याहारे अस्ति, अतः सीव् इति धातोः अन्तिमवकारस्य लोपः भवितुम् अर्हति लोपो व्योर्वलि इति सूत्रेण। अन्यत् एकं सूत्रमायाति छ्वोः शूडनुनासिके च, अत्र तुक्सहितचकारस्य स्थाने शकारादेशः, अपि च वकारस्य स्थाने ऊठादेशो भवति अनुनासिकादिप्रत्यये परे, क्वि परे, झलादिप्रत्यये च परे। छ च व च तयोर् इतरेतरद्वन्द्वः छ्वौ, तयोः छ्वोः, श च ऊठ च तयोः समाहारद्वन्द्वः शूड्, झलां जशो अन्ते इत्यनेन ठकारस्य स्थाने डकारः, छोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं च अव्ययपदम्, अनेकपदमिदं सूत्रम्। अनुनासिकस्य क्विज्झलोः ङिति इत्यस्मात् क्विज्झलोः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम्, छोः अङ्गस्य, शूड् क्विज्झलोः अनुनासिके च। अत्र पुनः सीव् योगः न इति प्रसङ्गे न इति अनुनासिकादिप्रत्ययः अस्ति, अतः वकारस्य ऊठ आदेश अपि भवितुम् अर्हति। दृष्टान्तः तुक् सहिच्छकारस्य स्थाने शकारादेशः, पाप्रच्छ योगः मी, अत्र मी अनुनासिकादि अस्ति, तत् त्यजामः वा? तुक् सहित अत्र नास्ति, अत्र प्रसङ्गः नास्ति अतः। तदनन्तरं पुगन्त लघुपदस्य च इत्यनेन पुगन्त अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे। पुक् अन्ते यस्य तत् पुगन्तं, लघ्वी उपधा यस्य तत् लघुपदं, पुगन्तञ्च लघुपदञ्च तयोः पुगन्तलघुपदन् समाहारद्वन्द्वः, तस्य पुगन्तलघुपदस्य, पुगन्तलघुपदस्य षष्ठ्यन्तं पदं च अव्ययपदं द्विपदमिदं सूत्रम्। मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः, सार्वधातुकार्धधातुकयोः इत्यस्य पूर्णानुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, इको गुणवृद्धिः, वृद्धिः इत्यनेन परिभाषासूत्रेण इकः स्थाने भवति यत्र स्थाने नोक्तं, अनुवृत्तिसहितसूत्रम् उगन्तलघूपतस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः अतः अत्र न अर्धधातुप्रत्ययः अस्ति अतः पुनः अपि च उपधायां लघु इक्वर् इकारः अस्ति अतः पुगन्तलघुपदस्य च इत्यनेन गुण अपि भवितुम् अर्हति. अग्रे सर्वप्रथमं इदानीं द्वे निमिषा एव अस्ति अतः भवान् वदति वा त्रयाणां सूत्राणां किं भवति ते? अधुना अस्मिन् विषये इतोपि चिन्तनीयम् इति स्थितौ चोदनास्ति वा पुगन्तलघुपदस्यमस्ति न तदेव पठित्वा वदति किन्तु चिन्तनीयम् अधुना अस्मिन् विषये इतोपि चिन्तनीयम् सिव् योगः न इति स्थितौ छ्वोः षूडनुनासिके च इत्यस्य कति निमित्तानि वकारान्तम् अङ्गं स्यात् अपि च अनुनासिकादिप्रत्ययः परः स्यात् अतः अस्य सूत्रस्य निमित्तद्वयं भवति तदा अत्रैव सीव् योगः न इति स्थितौ पुगन्तलघुपदस्य च इत्यस्य कति निमित्तानि अङ्गम् इक् लक्षणाः लघ्वी उपधा आर्धधातुप्रत्ययः इत्यनेन पञ्चनिमित्तानि नाम पञ्चसंज्ञाः अपेक्षिता अङ्गसंज्ञा इक्संज्ञा लघुसंज्ञा उपधासंज्ञा आर्धधातुकसंज्ञा पुगन्तलघुपदस्य च इत्यस्य अपेक्षया छ्वोः षूडनुनासिके च इत्यस्य अल्पनिमित्तिकत्वं भवति तदर्थम् अनया दृष्ट्या छ्वोः षूडनुनासिके च अन्तरङ्गम् पुगन्तलघुपदस्य च बहिरङ्गम् इति कैयटः नाम्ना प्राचीनवैयाकरणस्य मतम्. अत्र निमित्तानि कति इति दृष्ट्वा अन्तरङ्गं बहिरङ्गम् इत्यस्य निर्णयकरणीयम् इति कैयटः इति प्राचीनवैयाकरणः अस्ति तस्य मतं दीयते. यथा छ्वोः षूडनुनासिके च इति सूत्रे तु वकारान्तम् अङ्गं भवेत् अपि च अनुनासिकप्रत्यये परे भवेत् इति द्वौ निमित्तौ आवश्यकम् परन्तु पुगन्तलघुपदस्य च इत्यस्य कृते तु अङ्गमपि अपेक्षितम् इक् इति लक्षणमपि अपेक्षितं लघ्वी इति संज्ञा अपि अपेक्षितम् उपधा इति संज्ञा अपि च आर्धधातुप्रत्ययः इति पञ्चनिमित्तानि दत्तानि आवश्यकानि अतः पञ्चसंज्ञा अपेक्षिताः पुगन्तलघुपदस्य च इत्यस्य कृते भोः षूडनुनासिके च इत्यस्य कृते तु द्वे एव संज्ञा अपेक्षिता अतः अल्पनिमित्तिकत्वं संख्या न्यूना इत्यनेन छ्वोः षूडनुनासिके च इति अन्तरङ्गम् अपि च पुगन्तलघुपदस्य च इति बहिरङ्गम् इति निर्णयं करणीयम् इति. आम् अत्र परिचये प्रसङ्गे पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम् इति एव विषयं भवति. अत्र किमपि कुत्रापि पूर्व उपस्थितनिमित्तकं स्थापयति इति वा पूर्व उपस्थितनिमित्तकत्वात् अङ्गरत्वं भवति इति केवलं संज्ञायां विषये एव पञ्चनिमिषान् सञ्जपज्ञसंज्ञा अस्ति उबन्धलघुपदस्य षडोनंसिकस्य द्वे संज्ञा द्वयमस्ति संज्ञाद्वयमस्ति किन्तु तयोः पूर्व उपस्थितनिमित्तकं प्रश्नं स्थापितम् अहं न जानामि महोदय. विजयलक्ष्मी भगिनि वंशी भगिनि पूर्वपर वा विषयं विषयशीर्षकम् अस्ति पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम् तत्र पूर्व उपस्थितनिमित्तकं स्थापितं वा न अत्र कैयटस्य मते सः पूर्वं परं पूर्व उक्तनिमित्तं तत्सर्वं न पश्यति एव. सः तु नम्बर् आफ् निमित्तानि दृष्ट्वा ईच् निमित्तस्य संज्ञा दीयते. अनन्तरम् एतस्य संज्ञाद्वयं तस्य पञ्च संज्ञा पञ्च पञ्चनिमित्तानि सन्ति, अतः पुगन्तलघुपदस्य च इति बहिरङ्गं. परन्तु कामनालिटि नास्ति अत्र. पश्यतु, पुगन्तलघुपदस्य च अत्र पञ्चनिमित्तानि कानि? अङ्गम् इति एकं निमित्तम्, इक् भवतु तद् एकं, लघु इक् भवतु तद् अन्येकम्, उपधायां भवतु तद् यट् अनदर्, अनन्तरं न इति आर्धधातुकप्रत्ययः भवतु, सार्वधातुक अथवा अर्धधातुक किमपि भवितुम् अर्हति, परन्तु अत्र अर्धधातुक अस्ति. अत्र पञ्चनिमित्तानि सन्ति इति कृत्वा पुगन्तलघुपदस्य च इत्यस्य पञ्च ईच् निमित्तं सम्यादीयते. अङ्गम्, इक्, लक्षण, लघ्वी, उपधा, अर्धधातुक इति नामकरणमेव. अनन्तरं छो शूड शूडनपु ना अनुनासिके च तत्र निमित्तानि कानि? केवलं सिव् इत्यस्य वकारः भवतु. क्षम्यताम्, अत्र महोदयस्य प्रश्नः अन्यत् किमपि अस्ति इति भावयामि. ओ एवं वा. हा, मम प्रश्नमस्ति, पूर्वोपस्थितनिमित्तकम् इति स्थापितं वा न? महोदय, अत्र यत् विद्याभगिन्या उक्तम् अहं स्मरामि यत् सकारद्वयं वर्तते अन्तरङ्गम् इत्यस्य, तत्र पूर्व उपस्थित निमित्तिकं च अपरनिमित्तिकम् इति च प्रकारद्वयं वर्तेते. तत्र पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम् इत्यस्य उदाहरणमेव वयं पश्यामः इति एतत् उदाहरणम् एतस्य कृते अस्ति. तद् च अन्यत् वयं पूर्वमेकं पठितं खलु, असुश्रुयोगलुङ्, तत्र च पूर्व उपस्थितनिमित्तकम् इत्यस्य उदाहरणानि सन्ति. किन्तु अपरनिमित्तकं किम् अस्ति, किमर्थम् एतत् उक्तम् इति सम्यक् स्पष्टता नास्ति. यतोहि तत्र शीर्षिका तु एवमस्ति, परन्तु तत् अत्र तु किमपि तस्य प्रसक्तिः एव नास्ति किल, पूर्व उपस्थितनिमित्तिकम् इत्युक्ते तत् न, अत्र नास्ति तदेव. अत्र तु कैयटस्य मतः एव मते किं भवति इति एव अस्ति. तद् कोऽपि न अङ्गीकृतवन्तः खलु. हा, तस्य नाम किमर्थम् एतादृशः भवति इति वयं पूर्व उपस्थितनिमित्तिकं तत् अपरनिमित्तिकं किम् अस्ति इति एकवारं पश्यामः चेत् एतत् किमर्थम् इति अवगच्छामः इति चिन्तयामि. भगिनी वर्ड् मध्ये यद् दत्तवती तद् वा? प्रथमबिन्दुः अपरनिमित्तिकम् अन्तरङ्गम् अस्ति, तस्य उपरि तृतीयपरिच्छेदः अस्ति, तत्र किमपि अस्ति. अतः इदानीम् अस्माभिः विभङ्गवीक्षणं कृतवन्तः. धन्यवादः. बहु सम्यक् आसीत्. धन्यवादः. धन्यवादः.